नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निच् विशेष हलन्तदातवः इति विषयः अनुवर्तते। तत्र गतवर्गे उपादायांश इति सूत्रस्य विवरणं विस्तृततया दृष्टमासीत्। अनन्तरम् आगमस्य विषये अपि अस्माभिः पठितम्। तत्र आगमस्य विषये त्रीणि सूत्राणि सन्ति। प्रथमं तु रदि जबो रचि इत्यनेन सूत्रेण रत् रद् जब् इत्यनयोः धात्वोः नुमागमः भवति अजादि प्रत्यये परे इति तत्तु दृष्टम्। अजादिप्रत्ययः निष्प्रत्ययः अजादिः इति कृत्वा अत्र निजन्तप्रसङ्गे अपि अस्य सूत्रस्य कार्यं भवति। अतः रद् धातोः नुमागमः भवति, रन्धि इति धातुः लभ्यते, रन्धयति इति रूपं। जब् धातोः अपि निचि परे अजादिप्रत्यये परे नुमागमः, तत्र सन्धिकार्यं नशापदान्तस्य जलि अनुस्वारस्य ये परसवर्णः इति द्वाभ्यां सूत्राभ्यां जम्बयति इति रूपं लभ्यते। तत्पश्चात् रभ् रब् धातोः रबेरशब्लिटोः इत्यनेन रब् धातोः नुमागमः पुनः भवति अजादिप्रत्यये परे, परन्तु तादृशनुमागमः शपिपरे न भवति, लिटिपरे अपि अजादिलिटिपरे न भवति। अत्र तु निचिपरे अस्ति अजादिप्रत्ययः इति कृत्वा तत्र तु भवति इति कृत्वा तत्र रम्भयति इति रूपं लभ्यते। एवं लब् धातोः अपि समानकार्यं लभेश्च इति सूत्रेण नुमागमः भवति अजादिप्रत्यये परे, परन्तु शपिपरे लिटिपरे अजादिलिटिपरे न भवति। तर्हि लब् धातोः नुमागमः यदा भवति तदानीं लम्भयति इति रूपम् अस्माभिः साधितमासीत्। इदानीं तत्र हलन्तधातुषु नूयि श्मायि इति विशिष्टधातुद्वयम् इति तत्र इदानीं ततः आरभ्य अस्माभिः पठ्यते अद्य। तर्हि कः कः तत्र विजयलक्ष्मी भगिनी आरब्धुमिच्छति वा? नूयि श्मायि धातु भगिनी भगिनी अत्र प्रश्नः अस्ति, लभेश्च इति सूत्रम् अपि च रभेः शप्लिटोः तत् सूत्रद्वयं समानमेव, समाननिमित्तं समानकार्यमस्ति, किमर्थं सूत्रद्वयं? भवती जानाति किमर्थं पृथक् क्रियते इति चेत् अनुवर्तनार्थमेव, अन्यत् किमपि नास्ति। अत्र लभेश्च इत्यस्य अनुवृत्तिः अग्रिमसूत्रेषु भवति खलु? अस्तु तत् अग्रिमेषु बहुषु सूत्रेषु लभेश्च इत्यस्य अनुवर्तनं भवति। लभेश्च इति आङ्गोयि इत्यत्रापि लभेः इति अस्ति, अनन्तरम् उपात् प्रशंसायाम् इत्यत्रापि लभेः इति अस्ति। अतः अग्रे अनुवर्तनार्थं यदि तदेव मया गतवर्गे उक्तमासीत्, यदि तत्र रबेरशब्लिटोः इत्यत्र एव लब्धातोः अपि योजना भवति तदानीं तत्र सन्धिः समासः भवति, रब् अनन्तरं लब् अनयोः समासः भवति, समासः इतरेतरद्वन्द्वः भवति। इतरेतरद्वन्द्वसमासं यदा वयं कुर्मः तदानीम् अग्रे अनुवर्तनार्थं सौकर्यं न भवति, एकं पदं भवति खलु, तदा यदा अनुवर्तनं भवति तदानीं द्वयोः अपि भवति, द्वयोः अपि भवति, परन्तु द्वयोः अस्माकं तत्र इच्छा नास्ति खलु, एकस्य एव इच्छा वर्तते इति कृत्वा पृथक्तया सूत्रं स्थापितं, येन अनुवर्तनार्थं सौलभ्यं भवति इति तावदेव, अन्यत् किमपि नास्ति। इत्युक्ते एतादृशप्रश्नः सामान्यतया किमर्थं पृथक् कृतं किमर्थम् इति एतादृशप्रश्नः सामान्यतया उत्तरमस्ति अनुवर्तनार्थम् इति प्रधानतया। बहुत्र वयं पश्यामः चेत् किमर्थं पृथक् कृतम् इति चेत् अनुवर्तनार्थं, तर्हि किम् अस्माभिः किं करणीयम् इति चेत् अग्रिमसूत्रं द्रष्टव्यं तावदेव। अग्रिमसूत्रे लब् इति पदमस्ति चेत् अस्तु अनुवर्तनार्थं, तर्हि किमर्थं तत्रैव स्थापितं चेत् कः क्लेशः इति चेत् यथा इदानीं मया प्रदर्शितं समासः समासः भवति तदानीम् इतरेतरद्वन्द्वः भवति, रब् लभौ इति इतरेतरद्वन्द्वः भवति, यदा द्वन्द्वः भवति तदानीम् एकं पदं भवति, एकं पदमस्ति चेत् समग्रस्य अनुवर्तनं भवति, तत् तद् न इष्यते इति कृत्वा पृथक्तया स्थापितं तावदेव। अस्तु इदानीम् अग्रे करामः विजयलक्ष्मी भगिनी कृपया. प्नुयि श्माई धातु क्नुयि द्वादौ निरनुबन्धधातुः क्नुयि क्नूय इति अङ्गं लटि स्नूयते अर्थः आर्द्रः भवति दुर्गन्धं करोति. क्ष्मायि भ्वादौ निरनुबन्धधातुः क्ष्माय क्ष्माय इति अङ्गं लटि क्ष्मायते अर्थः कम्पते. अग्रे पठानि वा भगिनि? आम् भगिनि कृपया. अर्ति ह्री व्लि ह्री क्नूयि क्ष्माया तं पुग्नौ री ह्री व्लि ह्री क्नूयि क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति णिच् प्रत्यये परे. येषां धातूनां पुक् आगमः नौ णि इत्यस्य सप्तम्यन्तम् नि इत्युक्ते निच् इत्यतः निच् प्रत्यये परे इत्यर्थः. आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः. फुक् इत्यस्मिन् ख उ इत्यनयोः इत् संज्ञा लोपश्च प अवशिष्यते. अर्तिश्च ह्रीश्च व्लीश्च ह्रीश्च क्नुयिश्च क्ष्मायिश्च आच्च तेषाम् इतरेतरद्वन्द्वः. अर्ति ह्री व्लि ह्रि क्नुयि क्ष्मायातां तेषाम् अर्ति ह्री व्लि ह्रि क्नुयि क्ष्मायातां षष्ट्यन्तं पुक् प्रथमान्तं नौ सप्तम्यन्तं त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्ति ह्री व्लि ह्री क्नुयि क्ष्मायाताम् अङ्गानां फुक् नौ. अत्र क्नुयि श्मायि इति धातुद्वयम् एतेषां विषये इदानीं वयं किं भवति इति पश्यामः. क्नुयि इति भ्वादिगणे अस्ति अनुबन्धानां लोपानन्तरं क्नुयि इति धातु अङ्गं भवति क्नूय लटीरूपं भवति क्नूयते इति अर्थः भवति दुर्गन्धं करोति आर्द्रः भवति इति. क्ष्मायि इत्यस्य क्ष्माय् इति निरबन्धरूपं क्ष्माय इति अङ्गं लटि क्ष्मायते कम्पते इति अर्थः. सूत्रमस्ति अर्ति ह्री व्लि ह्रि क्नुयि क्ष्मायातां पुग्नौ. अत्र धातवः 1 2 3 4 5 6 षट् धातवः सन्ति अपि च आकारान्तधातवः एतेषां णिच् प्रत्ययः परे भवति चेत् फुक् आगमः भवति इति सूत्रार्थः. अत्र पुक् इति आगमः आद्यन्तौ टकितौ इत्यनेन ककारः अन्ते अस्ति अतः किं धातोः अन्ते आयाति पुगागमः. पुक् इति आगमः तत्र उकारः उच्चारणार्थः क इति लोपः हलन्त ककारः अतः हलन्त्यम् इत्यनेन तस्य लोपः इत्सम्या लोपश्च इत्यनेन लोपः भवति. केवलं पकारः एव अवशिष्यते. अत्र अर्ति ह्री क्लि क्लि व्लि ह्री क्नुयि श्मायातम् इत्यत्र अर्ति अर्तिश्च ह्रीश्च क्लि व्लीश्च ह्रीश्च क्नुयिश्च श्मायिश्च आच्च एतेषाम् इतरेतरद्वन्द्वः कृत्वा अपि च षष्ट्यन्तम् अस्ति अतः अर्ति षष्ट्यन्तं वा तेषाम् आम् षष्ट्यन्तम् अतः अर्ति ह्री व्ली ह्री क्नुयि क्ष्मायातां इति रूपं निष्पद्यते. पुक् इति प्रथमान्तं, नौ इति सप्तम्यन्तं, णिच् प्रत्यये परे इति अर्थः. त्रिपदम् इदं सूत्रम्. अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अर्ति ह्री ग्लि रीक् नुयि क्ष्मायाताम् अङ्गानां पुक् णिच् परे नौ इति अर्थः इति सूत्रम्. सूत्रस्य अर्थः एतेषां धातूनाम् अपि च आकारान्तधातूनां णिच् प्रत्यये परे अङ्गस्य पुक् आगमः भवति इति अर्थः. अग्रे अपि पठानि वा? सम्यक् सम्यक् बहु सम्यक् पुगन्तल् सम्यक् बहु समीचीनम्. तर्हि अत्र अदन्त न अजन्तधातुषु अर्ति ह्रि ग्लि एतेषां विषये अस्माभिः दृष्टमासीत् खलु. अर्ति ह्रि ग्लि इति अर्ति ह्रि ग्लि रि इति इदानीं स्नूयि क्ष्मायि इति हलन्तधातुद्वयम् अत्र इदं सूत्रम् अस्माकं परिचितमेव. अर्ति ह्रि ग्लि रि क्नुयि श्मायातां पुङ्नौ इति सूत्रेण एतेषां धातूनां ऋकारः ह्री व्लीरि नुयि श्मायि अनन्तरम् आकारान्तदातवः तेभ्यः निष्प्रत्यये परे पुगागमः भवति. अत्र पुगागमः कित् इति कृत्वा धातोः अन्ते भवति इति वयं जानीमः. तर्हि इदानीं तत्र विशेषः कः इति अत्र किमर्थम् अत्र हलन्तधातुषु विशेषरूपेण उच्यते इति चेत् अत्र अग्रे पुगन्तलघुपदस्य च इति अस्ति. अस्तु भगिनि पठतु भवत्येव. पुगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघुपदम्. पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य. पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं च अव्ययपदं द्विपदम् इदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः. अङ्गस्य यस्य अधिकारः इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानी नोक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. पूर्वस्मिन् सूत्रमस्ति सार्वधातुक आर्धधातुकयोः इति. सम्पूर्णसूत्रम् अत्र अनुवृत्तिरूपेण आयाति. पुगन्तलघुपदस्य च इति सूत्रे पुगन्तस्य अङ्गस्य इति अवयवरूपम् इति मन्ये. कीदृशः अङ्गम् इत्युक्ते पुक् अन्तस्य अङ्गस्य अवयव अस्ति वा? न न न न न सार्वधातुक आर्धधातुक अङ्गस्य पुगन्तमित्यस्य सार्वधातुक आर्धधातुकप्रत्यये परे. भगिनि श्रूयते वा? श्रूयते. पुगन्तमित्यस्य विग्रहवाक्यं किम्? पुक् अन्ते यस्य तत् इति. कीदृशसमासः? बहुव्रीहि. तर्हि कस्य विशेषणं? पुगन्तम् अङ्गम्. पुगन्तम् अङ्गम् इति कृत्वा अङ्गस्य विशेषणं खलु. अतः अवयवः नास्ति. अवयवः नास्ति अङ्गस्य विशेषणम्. लघ्वी उपधा इति यस्य तत् इति लघुपदम्. अत्रापि अङ्गस्य विशेषणम् इति मन्ये. अङ्गस्य तस्य उपधायां लघु इक् वर्णः भवति इति अर्थः. अत्र प्रत्यये परे सार्वधातुके आर्धधातुके प्रत्यये परे इति पूर्वस्मिन् सूत्रात् अनुवृत्तिरूपेण आयाति. अत्र पुगन्तलघुपदस्य इति षष्ट्यन्तं पदं, च इति अव्ययपदं, द्विपदम् इदं सूत्रं, निदेर्गुणः इति सूत्रात् गुणः इति पदम् अनुवृत्तिरूपेण आयाति. गुणः इति यदा उक्तं भवति तत्र स्थानी नास्ति चेत् परिभाषासूत्रमस्ति इको गुणवृद्धिः इति. यदा गुणः अथवा वृद्धिः भवति तदा इकः स्थाने एव भवति इति परिभाषासूत्रस्य अर्थः. अतः अत्र इकः इति यद्यपि नोक्तं परन्तु आयाति अत्र, अनुवृत्ति नास्ति परन्तु स्थानीरूपेण आयाति. अत्र सम्पूर्णसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः स्थाने गुणः कदा सार्वधातुक आर्धधातुकप्रत्यये परे इति अर्थः. सहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इति. सम्यक् सम्यक्. इत्युक्ते एतावता लघुपदस्य गुणः इति अस्माभिः दृष्टं, लघुपदस्य अङ्गस्य इकः गुणः इति बहुवारं चर्चितं. परन्तु पुगन्तम् इत्यस्य कार्यं कुत्र इति चेत् अत्र स्नूयि श्मायि इत्यनयोः विषये अपि भवति. अपि च अस्माभिः पूर्वं दृष्टं ऋ ह्री व्ली री इत्येतेषां विषये अपि पुगागमः यदा भवति तदानीं पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति. इदानीं न केवलं लघुपदस्य अङ्गस्य इकः गुणः भवति सार्वधातुकार्धधातुकयोः, अपि च पुगन्तस्य अङ्गस्य इकः गुणः अपि भवति. अत्र किं स्मर्तव्यम् इति चेत् पुगन्तस्य इति वयं वदामः चेत् तत्र लघुपदस्य इत्यस्य अन्वयः नास्ति. अतः पुगन्तम् अस्ति चेत् तदानीं लघुपदं भवेत् इति नास्ति. पुगन्तम् इति पृथक् अस्ति, लघुपदम् इति पृथक् अस्ति. अतः पुगन्तं यद् अङ्गमस्ति, पुगन्तम् अस्ति, पुक् अन्ते अस्ति अङ्गस्य, तत्र इकः अस्ति चेत् गुणः भवति. इकवर्णः लघु अस्ति वा दीर्घः अस्ति वा इति नास्ति, तत्र चिन्ता नास्ति. अतः एव स्नूयि क्ष्मायि इत्यत्र यद्यपि इक्वर्णः दीर्घः अस्ति तथापि तत्र गुणकार्यं भवति इति वयम् अग्रे पश्यामः. अस्तु, इदानीं सूत्रार्थः स्पष्टः इति मन्ये. पुगन्तस्य इत्यनेन यदा अर्तिह्लि व्रीक् नुयि श्मायातम् इत्यनेन पुगागमः भवति तदानीं पुगन्तम् इत्यस्य कार्यं भवति. पुगन्तं भवति तदानीं इकः गुणः भवति सर्वधातुक अर्धधातुकयोः इति. अस्तु, तर्हि इदानीम् अग्रे शोभाभगिनी अग्रे पठति वा लोपोव्योर्वलि. आं भगिनि, लोपोव्योर्वलि इति सूत्रं वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति. वच व च य च व्यौ इतरेतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं, व्योः लोपः वलि इति. वल् इति प्रत्याहारे परे इति दत्तं. तत्र वल्लिः वल् इति प्रत्याहारः यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि सन्ति वल् प्रत्याहारे परे. प्रत्याहारे परे वल् प्रत्याहारस्थवर्णः परं भवेत् पूर्वं, तदा पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति. तस्मात् तत्र साक्षात् पूर्वम् एव इति मन्ये. पूर्वं विद्यमानस्य तत्र वकार अथवा यकारः अस्ति चेत् तस्य लोपः भवति. अपि च तत्र इतरेतरद्वन्द्वः व्योः वकारयकारयोः व्यौ इति इतरेतरद्वन्द्वसमासः भवति. अपि च लोपः इति तत्र प्रथमान्तम् अस्ति, व्योः इति षष्ट्यन्तम्, अपि च वलि इति सप्तम्यन्तम्. तत्र वलि इति सप्तम्यन्तम् इति पूर्वकार्यं परनिमित्तम् इति भवति. परनिमित्तं तु वल् प्रत्याहारः. त्रिपदमिदं सूत्रम् इत्युक्ते वलि व्योः लोपः भवति इति भवति. व्योः लोपः वलि. अपि च अग्रे पठनीयं वा भगिनि? अत्र किम् अत्र स्म किम् अत्र किं चिन्तनीयम् अत्र लोपो व्योर्वलि इत्यस्मिन् प्रसङ्गे चर्चा वर्तते यत् अत्र इको एणचि इति सूत्रे तत्र क्रमः कथमस्ति? इकः यण् अचि इति. तर्हि तदाधारेण अस्य अत्र सूत्रं कथं भवेत्? इकः यण् भवति अचि परे इति. अत्रापि व्योः तत्र षष्टिविभक्तिः, व्योः लोपः भवति वलि परे इति तादृशमेव क्रमः अस्ति. तादृशम् अस्ति वा क्रमः सूत्रे? व य इति अस्ति खलु, य व इति भवेत्. तद् तदपि अस्ति, परन्तु तत्र विभक्तेः क्रमस्य विषये पृच्छन्ति अस्मि, विभक्तेः क्रमस्य विषये. तत्र इकः, क्षमतां वदतु भगिनि, इकः इति षष्ट्यन्तं, यण् इति प्रथमान्तम्, अचि इति सप्तम्यन्तं. षष्ट्यन्तं पदं प्रथमम् अस्ति खलु? आम्. परन्तु अत्र तथा अस्ति वा? व्योः इति षष्ट्यन्तं प्रथमम् अस्ति. ओ, सूत्रे एव. अस्तु, न तु अनुवृत्ति. अस्तु अस्तु, अनुवृत्ति सूत्रे. हा अस्तु अस्तु. हा, लोपः इति प्रथमान्तं प्रथमम् अस्ति, व्योः इति षष्ट्यन्तं, तदनन्तरं सप्तम्यन्तं वलि इति अस्ति. इत्युक्ते तत्र इकः यण् अचि तादृशः क्रमः नास्ति. किमर्थम् इति वा? हा इति तत्र तत्र चर्चा वर्तते, किमर्थं पाणिनिना एवं कृतं तत्र, किमर्थं व्योः इति प्रथमं न स्थापितं, किमर्थं लोपः इति प्रथमं स्थापितम् इति चेत् तत्र इत्युक्ते तत्र लोपो व्योर्वलि इत्यनेन यदा सङ्घर्षः भवति अन्येन सूत्रेण, तदानीं व्योः लोपः एव प्रथमतया भवति इति, तदर्थं लोपः इति प्रथमतया स्थापितम् इति चर्चा अस्ति, केवलं सूचनार्थं. तत्र यदा लोपो व्योर्वलि इत्यस्य सङ्घर्षः भवति अन्येन सूत्रेण, तदानीम् अनयोः मध्ये किं सूत्रं प्रथमतया कार्यं भवति इति वयं पश्यामः चेत्, कदाचित् लोपो व्योर्वलि इत्यस्य अनन्तरं यत्किमपि सूत्रमस्ति तद् अङ्गकार्यं स्यात् अथवा अन्यत् किमपि स्यात्, परन्तु अत्र अस्मिन् सूत्रे लोपः इति प्रथमतया उक्तम् इति कृत्वा अत्र लोपो व्योर्वलि इत्यस्यैव कार्यं प्रथमतया भवति इति चर्चा वर्तते. पूर्वग्रहणं किमर्थं पूर्वं लोपग्रहणं किमर्थं कृतम् इति चेत् अत्र अस्य सूत्रस्य कार्यस्य प्राधान्यं वर्तते अथवा प्राबल्यं वर्तते अन्यस्य अपेक्षया इति अत्र उच्यते. अस्तु, परन्तु अत्र अस्माकं सः विषयः नास्ति अत्र. अत्र वयं पश्यामः चेत् अत्र तादृशसमस्या नास्ति. अत्र तु सामान्यतया पश्यामः चेत् व्योः लोपः वलीपरे इति सूत्रं सरलमस्ति. व्योः लोपः वलीपरे, तावदेव. अकारयकारयोः लोपः वलीपरे. भगिनी अत्र विजयलक्ष्मी भगिनी वदति यकारः प्रथमतया भवेत् अनन्तरं वकारः भवेत् इति वदति, तर्हि कथम् उच्चारयामः? उच्चारणे क्लेशः भवति, युवारणे क्लेशः भवति. युवोः इति क्लेशः भवति इति प्रायः एवं तत्र स्थापितम् अस्तु. अत्र द्वन्द्वसमासे तु वकारयकारयोः तादृशविशेषनियमः नास्ति यत् वकारः प्रथमं भवेत् अथवा यकारः प्रथमं भवेत् इति नियमः नास्ति, अतः यथा कथञ्चित् कर्तुं शक्नुमः द्वन्द्वसमासे. अत्र उभयत्र एकः एव वर्णः अस्ति, अतः अल्पाच्तरम् अत्र तादृशनियमः नास्ति. अत्र इति कृत्वा वकारः वा भवतु यकारः वा भवतु, न कोऽपि क्लेशः. अस्तु, तर्हि इदानीं भगिनी तत्र सूत्रस्य क्रमस्य विषये सर्वेषु सूत्रेषु तदपि चिन्तयित्वा कृतं वा अथवा कुत्रचित् एव तादृशं कृतं वा क्रमः तादृशं कृतं प्रायेण अकः सवर्णे दीर्घः इत्यत्र तत्र सदीर्घः इति अन्ते अस्ति इति चेत् सर्वत्र एवम् अस्ति इति न अन्यत् किमपि सूत्रं वदतु यशोय वायावः इत्युक्ते अस्मिन् सूत्रस्य प्रसङ्गे प्रायशः तस्मात् पूर्वं परं किमस्ति इति दृष्ट्वा तादृशं कृतं वा इति वा तस्मात् पूर्वं परं वा न तथा नास्ति इत्युक्ते अत्र इत्युक्ते सन्धिसूत्रेषु अन्यत् किमपि अस्ति वा मनसि सूत्रम् इकोयणशि इति एकम् इत्युक्ते षष्टिविभक्तेः सूत्रं वा प्रथमतया षष्टिविभक्ति स्थापयित्वा सूत्रं हा शकः इति उक्तवती तत्र धात्वादेः इति अस्ति धात्वादेः शः सः धात्वादेः इति तत्र धात्वादेः शः सः नोः नः इति अस्ति तत्रापि षष्टि इति एवं रीत्या बहुत्र षष्टिः एव प्रथमतया भवति अनन्तरमेव आदेशः भवति प्रथमतया स्थानी उच्यते तदनन्तरम् आदेशः अपि च परनिमित्तं तत्र क्रमस्य तादृशमहत्त्वं नास्ति परन्तु सामान्यतया वयं पश्यामः चेत् षष्ट्यन्तं पदमेव प्रथमतया वदति स्थानि इदानीं तत्र अर्तिः व्लीक् नूयि श्मायाताम् इति षष्ट्यन्तमस्ति खलु तत्र मध्ये न श्रुतं भगिनि क्षम्यताम् न अर्तिह्री व्ली रीक् मुयि श्मायाताम् इत्यत्र षष्ट्यन्तम् अस्ति खलु सत्यं तत्रापि तत्रापि षष्ट्यन्तम् अस्ति अनन्तरं पुङ् णौ इत्यत्र पुङ् इति आगमः अनन्तरं णौ अनन्तरं अपुगन्तलघुपदस्य इति षष्ट्यन्तम् अस्ति खलु सत्यं बहुत्र अस्ति दृश्यते इति एवं रीत्या पश्यामः चेत् षष्ट्यन्तम् एव प्रथमतया भवति परन्तु लोपो व्योर्वलि इत्यत्र तथा नास्ति लोपः इति प्रथमतया उक्तम् अनन्तरं व्योः इत्युक्तम् इति कृत्वा एवं रीत्या अत्र चर्चा वर्तते अस्तु उदाहरणं भगिनी अत्रापि वक्तुं शक्यते खलु अग्रिमसूत्रस्य वेरपृक्तस्य इत्यत्र लोपः इत्यस्य अनुवृत्ति अस्ति तत्कारणं लोपः इति प्रथमं दत्तवान् अस्ति इति अनन्तरं लोपः इति वदति चेदपि अनुवृत्तिः भवितुम् अर्हति खलु कः क्लेशः लोपः वलि इति वदति चेदपि लोपः इत्यस्य अनुवृत्तिः भवितुम् अर्हति न कोऽपि क्लेशः खलु तत्र क्लेशः नास्ति परन्तु भगिनी तत्र मातुः पुस्तके तु लोपप्रकरणम् इति किमस्ति तत्र निर्देशः अस्ति तस्मिन् एव लोपोपयोगः इति प्रथमं सूत्रमस्ति भवतु लोपप्रकरणम् इति भवतु परन्तु लोपप्रकरणे तेन कारणेन किं तेन कारणेन लोपः इति प्रथमम् आयाति वा इति अपि भवति वा सर्वत्र लोपः न न न न न न तथा न कुत्र कुत्रापि मया दृष्टं लोपप्रकरणम् इति कृत्वा इत्युक्ते द्वित्वप्रकरणम् इति कृत्वा द्वित्वकार्यं प्रथमतया भवति अथवा सम्प्रसारणप्रकरणम् इति कृत्वा सम्प्रसारणकार्यं इति तथा नास्ति खलु स्थानी तु प्रथमं सर्वदा स्थानी इति उक्तत्वादेव आदेशस्य निर्देशः भवति सर्वदा सूत्रेषु परन्तु अत्र तु आदेशस्य निर्देशः प्रथमः अत्र आदेशस्य निर्देशः किमर्थं कृतम् इति चेत् एवमेव पाणिनिना न कृतम् अत्र चर्चा अस्ति एवमेव न कृतम् अत्र तस्य कारणमस्ति वेरपृक्तस्य इत्यस्य लोपात् पूर्वं वलीलोपः भवति इति उक्तं वेरपृक्तस्य यदा वेर यदा तत्र लोपोव्योर्वलि अनन्तरं वेरपृक्तस्य अनयोः सङ्घर्षः भवति तदानीं तयोः मध्ये किं सूत्रं प्रथमतया भवति इति चेत् लोपोव्योर्वलि इत्येव प्रथमतया भवति इति चर्चा वर्तते इत्युक्ते तत्र लोपोव्योर्वलि इत्यस्य अनन्तरम् अस्ति वेरपृक्तस्य द्वयोः अन्यत्र लब्धावकाशः अस्ति अतः परत्वात् वेरपृक्तस्य इति प्रथमतया स्यात् विप्रतिषेधे परं कार्यम् इत्यनेन वेरपृक्तस्य इत्यस्य कार्यं प्रथमतया स्यात् परन्तु लोपोव्योर्वलि इत्यनेन लोपः इति उक्तत्वात् प्रथमतया लोपः इति उक्तम् इति कृत्वा तस्य एव कार्यं प्रथमतया भवति इति अत्र वार्ता अस्तु. तत्र इदानीम् अस्माकं प्रसङ्गः तद् नास्ति. इदानीम् अस्माकम् उदाहरणमस्ति क्नूयि इति. शोभा भगिनी अग्रे उदाहरणं पठतु. आं भगिनि, क्नूयि इति धातुः हेतुमति च इति सूत्रेण क्नू योगः तत्र इकारः तत्र स्तिपा इक्ष्तिपा इति तत्र इक् इत्यनेन निर्दिष्टः. अतः क्नू इति धातुः क्नू योगः निच् हेतुमति च इत्यनेन अर्ति ह्री व्ली री क्नूयि क्ष्मायातां पुनौ इति सूत्रेण क्नू तत्र यतोहि क्नू इति सूत्रे अस्ति अर्ति ह्री व्ली इति सूत्रे अतः तस्य पुक् आगमः भवति निचि परे णौ इत्यस्मात् इदानीं क्नू योगः पुक् योगः निच् इति भवति. तत्र पुक् कित् अस्ति आद्यन्तौ टकितौ इत्यनेन क्नू इत्यस्य अन्ते भवति. हा, क्नू योगः पुक् योगः निच्. इदानीं तत्र क्नू योगः पुक् इत्यस्य ककारस्य कित् भवति पकारः एव उकारः उच्चारणार्थं पकारः एव तिष्ठति. पुक् वलादिः अतः लोपो व्योर्वलि इत्यनेन यकारलोपः. तत्र पुक् इति किं तत्र पकारः वल् प्रत्याहारस्थवर्णः अतः लोप् अपि च लोपो व्योर्वलि इत्यनेन यकारलोपः. तत्र क्नू इत्यस्य यकारः यकारात् परं पकारः अस्ति वल् प्रत्याहारस्थवर्णः अस्ति अतः लोपो व्योर्वलि इत्यनेन तस्य लोपः भवति. इदानीं क्नू इति एव तिष्ठति. क्नू योगः पकारः योगः इ क्नूप् इति भूत्वा इकारेण सह योजनेन क्नूपि इति भवति. पुगन्तलघुपदस्य च इत्यनेन गुणः तत्र क्नूप् इति इत्यस्मिन् इदानीं दीर्घ ऊकारः उपधायाम् अस्ति. पुगन्तलघुपदस्य च इत्यनेन तत्र लघु उपधा तु नास्ति अतः तत्र लघु उपधा इत्यस्य किं तत्र प्रसक्तिः नास्ति. पुगन्तस्य इत्यस्य एव प्रसक्तिः तत्र यतोहि अन्ते पुक् अस्ति क्नूप् इत्यस्य अतः तेन गुणः भवति. उकारस्य ओकारः भवति क्नोप् इति भवति. क्नोप् योगः इ क्नोपि इति तत्र निजन्तधातुः सनाद्यन्तधातुः सनाद्यन्तधातवः इत्यनेन तस्य धातुसंज्ञा भवति. क्नोपि योगः शप् योगः ति इति स्थितौ क्नोपयति तत्र शप् इत्यस्य अकारः तदनन्तरम् एचो अयवायावः इत्यनेन ऐ भवति. क्नोपै योगः आयोगः पि क्नोपयति इति रूपं सिद्ध्यति. सम्यक्. इत्युक्ते अत्र सर्वं किमपि तत्र विशेषवार्ता नास्ति इति. क्नूय् इति धातुः अर्तिह्री व्ली क्नूयि श्मायातं पुग्नौ इत्यत्र साक्षात् उल्लेखितः इति कृत्वा पुगागमः भवति न्योप् इति. तदनन्तरं तत्र लोपोव्योर्वलि इत्यनेन यकारस्य लोपः यतोहि पकारः वल् प्रत्याहारस्थवर्णः अतः क्नू योगः क्नूप् योगः इ. इदानीं क्नूप् इति पुगन्तम् अस्ति अङ्गं पुगन्तं पुक् अन्तम् अस्ति अङ्गम् अपि च तत्र इ इति प्रत्ययः निच् प्रत्ययः आर्धधातुकप्रत्ययः इति कृत्वा पुगन्तस्य अङ्गस्य इकः गुणः. अत्र क्नू इत्यत्र दीर्घ उकारः इकः अस्ति लघु इक् नास्ति. लघु इक् नास्ति चेदपि पुगन्तलघुपदस्य च इत्यनेन गुणः यतोहि पुगन्तम् अङ्गम् इति कृत्वा तत्र गुणः भवति न तु लघुपदम् अङ्गम् इति. अत्र पुगन्तलघुपदस्य च इति सूत्रे दलद्वयं वर्तते. पुगन्तम् इति एकं दलं लघुपदम् इति एकं दलं. तर्हि लघुपदम् इत्यत्र कार्यं कथं भवति इति अस्माभिः बहुवारं चर्चितं दृष्टमपि. इदानीं पुगन्तम् अङ्गम् इत्यत्र इकः गुणः भवति, दीर्घः वा भवतु ह्रस्वः भवतु तत्र प्राधान्यं नास्ति. अतः क्नूप् इत्यत्र गुणः क्नोप् क्नोपि इति अस्ति, अनन्तरं सामान्यकार्यं शप्पिदानं क्नोपयति इति रूपं. पुनः गुणः सरधातुकार्धधातुकयोः जनेन गुणः, अनन्तरम् एचोयवायवः इति कृत्वा क्नोपयति इति रूपं लभ्यते. अस्तु, समीचीनं भगिनी, धन्यवादः. इदानीं तत्र कः तत्र उमा भगिनी अग्रे वदति वा, क्ष्मायि इत्यत्र किमस्ति? भगिनि उमा भगिनि नास्ति वा? श्रूयते वा? हरि ओं, श्रूयते वा? श्रूयते भगिनि, श्रूयते. उमा भगिनी अस्ति वा? अस्तु, तर्हि मीना भगिनी पठतु. अस्मि भगिनि, उमा. अस्तु, पठतु पठतु. कुत्र अस्ति भवती? वर्गे एव अस्ति खलु? कैलासे अस्ति. हा, कैलासे अस्ति वा? द्विवारं पृष्टवती. योगनिद्रा करोति. अस्तु भगिनी, पठतु. न श्रूयते. पठामि पठामि. पठतु. सिद्धा सिद्धा यदा वर्गे अस्ति तदानीं सिद्धा सिद्धा भवेत् खलु. पठतु. स्माइ अस्तु, तर्हि मीना भगिनी पठतु. क्ष्मायि हेतुमती च क्ष्मायि योगः निच् अर्थि ह्रि व्ली व्ली क्रि क्यूनि क्ष्मायातां पुग्नौ. क्ष्माय् योगः पुक् योगः निच् तदनन्तरं क्ष्माय् योगः उप् योगः इ तद् पुक् बलादिः अतः लोपो व्योर्वलि इति इत्यनेन यकारः लोपः. क्ष्मा योगः पकारः योगः इ क्ष्माप् योगः इ क्ष्मापि सनाद्यन्त्यदातवः क्ष्मापि योगः शप् योगः ति क्ष्मापयति. क्ष्मायि इति निच् प्रत्ययः आगच्छति हेतुपति इति सूत्रेण. क्ष्मायि योगः निच् तत्र अर्ति ह्रि व्लि रि क्यूनि क्ष्मायातां पुग्नौ इति सूत्रेण तत्र सूत्रं वदति. क्ष्मायि क्ष्मायि इति सूत्रस्य पुगागमः भवति यदि निच् प्रत्यये परे दन्तिं सक्ष्माय् योगः पुक् योगः निच् भवति. पुक् इति कित् भवति तत्र हलन्त्यम् इति सूत्रेण. ककारः लोपः भवति, उकारः उच्चारणमेव पकारः एव तिष्ठते. क्ष्माय् योगः पकारः योगः इ निच् तत्र चकारः लन्त्यं तत्र चुटुति नकारः लोपः इ एव अवशिष्यते. सक्ष्माय् योगः पकारः योगः इ पुक् इति वलादिः अस्ति तस्मात् अतः लोपो व्योर्वलि इति सूत्रस्य प्रसक्तिः अस्ति. तत्र तत्र यकारः लोपः यकारः वा वकारः वा वल् वल् बलादि अस्ति लोपः यकारः वा वकारः लोपः भवति बलादौ प्रत्यये परे. तत्र यकारः लोपः क्ष्मा यकारः लोपः योगः पकारः योगः हि पुक् पुक्स्य पकारः एव विशिष्यते. क्ष्मा योगः पकारः योगः हि क्ष्मापि इति नूतनधातुः तत्र सनातनदातवः इति धातुसंज्ञा स्वीकरोति. क्षापि क्ष्मापि योगः शप् योगः ति तत्र क्ष्मापि तत्र शप् इति पकारलोपः न शक्यते चेत् शकारः लोपः आ एव अवशिष्यते षित् इति तिंशत् सार्वधातुकम् इति सूत्रेण तत्र गुणं भवति तत्र श्नापे योगः ति क्ष्णाप् तदनन्तरं क्ष्णापै यचोयावः भवति क्ष्णापयति क्ष्णापयति इति अन्तिमरूपं भवति. अग्रे पश्यामि वा? हा बहु सम्यक् भगिनि, समीचीनं. यथा पूर्वं दृष्टं तथैव अत्रापि अस्ति. अस्तु अग्रे पठतु. भ्वादौ क्षपि परे आ वलि नास्ति इत्यतः यकारलोपो न जायते. क्नूय् योगः शप् क्नूयते इति भवति तत्र अकार शप् इति अकारः एव प्रत्ययः अस्ति तत्र निच् नास्ति तस्मात् पुग आगमः न भवति. क्यू क्यू क्यू नीति धातोः निच् प्रत्ययः आगच्छति चेत् केवलं पुगागमः भवति तत्र. क्यू क्नूय् योगः शप् तत्र क्नूय् क्नूयते एव भवति. क्ष्माय् लघुपदस्य इत्यनेन गुणः नास्ति तत्र दीर्घमस्ति किल पुगागम नास्ति पुगागमः न भवति तत्र निच् नास्ति परन्तु तत्र दीर्घ उपदा दीर्घ इक् वर्णः अस्ति क्नूय् तत्र क्नूयते एव भवति गुणः न भवति. सम्यक् सम्यक् अग्रे. स्माय् तादृशं योगः शप् क्ष्मा तत्र तत्रापि पुग निच् प्रत्ययः नास्ति तस्मात् पुगन्त पुक् न भवति. सो क्ष्माय् आते क्ष्मायते इति एव भवति तत्र दीर्घ लघु उपदा नास्ति पुग पुगन्तलघु उपदस्य गुणं भवितुं न शक्यते. किमर्थम् इत्युक्ते तत्र दीर्घ उपदा आकारः अस्ति इक्वर्णः नास्ति तस्मात् क्ष्माय् क्ष्मायते एव तिष्ठति. सम्यक् सम्यक् समीचीनम्. इति क्नूयि क्ष्मायि इति अनयोः विषये अनयोः विषयः समाप्तः. अग्रे अदन्तदातवः इति तत्र उमा भगिनी पठति वा? प्राप्तं वा? प्राप्तं सत्वत्व अदन्तदातवः चुरादिगणे त्रिनवतिधातवः अदन्ताः सन्ति यथा कथ गृह गण क्षिप एतेषाम् अन्ते सत्व अकारः वर्तते. तस्य आकारस्य लोपः तु भवति अकारस्य लोपः सारि अकारस्य लोपः तु भवति परन्तु उपदेशे अदनुनास्ति इति सूत्रेण इति न. ओ सूत्रेण इति न यतोहि येषु धातुषु सच अन्त्यः अकारः अनुनासिक नास्त्येव अतः इमे अकाराः इत् सम्यक् वर्णाः न सन्ति. तर्हि येषा धातूनाम् अन्त्यः अकारः कथं विद्यते? सुरादिगणे धातुभ्यः निच् प्रत्ययः विधीयते अतः एकं सूत्रमस्ति अतो लोपः यस्य द्वारा अकारः लोपः सिद्ध्यति. त्रिनवति मीन्स् 39 दातवः अदन्ताः सन्ति. अत्र अदन्तदातवः दातवः लैक् कथ गृह गण क्षिप एतेषां दातवः अन्ते ह्रस्वाकारः अस्ति. तेषां लोप अकारः लोपः भवति अतो लोपः इति सूत्रेण. अतो लोपः पठामि वा? अतो लोपः इति सूत्रेण इत्युक्ते अत्र अत्र वस्तुतः एतेषां धातूनाम् अन्ते यः ह्रस्व अकारः अस्ति सः अकारः अनुनासिकः न सन्ति इति लोपः इत्यस्य कार्यं किमर्थं भवति इति चेत् अनुनासिकः नास्ति इति कृत्वा कार्यं भवति, नो चेत् इत्संज्ञा भूत्वा तेषां लोपः भवति खलु. इत्युक्ते तत्र सर्वेषु गणेषु केवलं चुरादिगणः एव एकः गणः यत्र एतादृशधातवः सन्ति अदन्ताः. अन्येषु गणेषु एतादृशधातवः न सन्ति, अदन्तदातवः न सन्ति. इत्युक्ते अदन्तदातवः इत्युक्ते यत्र अकारः अनुनासिकः नास्ति तादृशदातवः केवलं चुरादिगणे एव सन्ति. विशेषाः इत्युक्ते तत्र अतोलोपः इत्यनेन ह्रस्वकारस्य लोपः सामान्यतया अर्धधातुकप्रत्ययेषु परेषु एव भवति, अर्धधातुकप्रक्रियायामेव अतोलोपः इत्यस्य कार्यं भवति. तर्हि चुरादिगणः इति तु तत्र सार्वधातुकप्रक्रियायाम् अस्ति खलु, तत्र प्रथमतया निष्प्रत्ययस्य विधानं, तदनन्तरम् अस्माकम् इदानीं सार्वधातुकप्रक्रिया जायमाना अस्ति. तथापि अत्र अतोलोपः इत्यस्य कार्यं किमर्थम् इति चेत् प्रथमतया चुरादिगणीयधातुभ्यः निष्प्रत्ययस्य विधानं नित्यरूपेण भवति इति एकः विषयः. अन्यः विषयः चुरादिगणीयधातुषु अदन्ताः केचन धातवः अदन्ताः सन्ति यत्र ह्रस्वकारः अनुनासिकः नास्ति इति कृत्वा अतोलोपः इत्यस्य अवसरः भवति. अस्तु तर्हि अस्तु भगिनि, अतोलोपः इति पठतु. अतोलोपः अदन्त अङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे येन विधि सदर्थस्य इत्यनेन अतः अङ्गस्य नाम न केवलं सत्व अकारः इत्यङ्गस्य अपि तु सत्वः अकारान्तस्य अङ्गस्य अलोङ्क्यः इत्यनेन अन्तिमवर्णस्य एव लोपः न तु अङ्गस्य उपदेशे अनुवर्तते. अतः प्रसक्तिः केवलम् उपदेश अवस्थायाम् अतः षष्ट्यन्तं लोपः प्रथमान्तं सूत्रम् अनुदात्त अनुदात्तोपदेशवनति अनूत्यादीनाम् अनुनासिकलोपो झलि किमिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अत्र अतोलोपम् इति सूत्रेण अदन्त अङ्गस्य तस्व आकारः लोपो भवति आर्धधातुकप्रत्यये परे अस्ति चेत् अङ्गस्य लोपः आर्धधातुके उपदेशे. द्विपदसूत्रम् तदेव किमर्थम् उपदेशे इति उक्तम्? उपदेशे मीन्स् पाणिनाभिहितदातवः इत्युक्ते औपदेशिकदातवः इत्यर्थः वा? तादृश अर्थः नास्ति अत्र. उपदेशे इत्युक्ते सामान्यतया औपदेशिकधातवः इत्यर्थः, अत्र तु उपदेशे इति तादृश अर्थः नास्ति. सूत्रे तु दातवः इति नास्ति खलु, दातवः इति पदम् अनुवृत्तम् अस्ति वा? तर्हि उपदेशे इत्यस्य पदस्य अन्वयः केन सूत्रेण? उपदेशे अनुदात्त उपदेश वनति तनूत्यादीनाम् अनुनासिकलोपो झलि किम् तदेव उपदेशवार्ता आगच्छति. न तस्मात् उपदेशः इति आगच्छति, परन्तु उपदे अस्मिन् सूत्रे अतोलोपः इति सूत्रे उपदेशे इति पदस्य अन्वयः केन पदेन सह? आर्धधातुके अतः अङ्गस्य लोपः आर्धधातुके उपदेशे सप्तमे आर्धधातुके उपदेशे परे परे अस्ति चेत् उपदेशे अत्र अकारः लोपः भवति. उपदेश इदानीमपि न उक्तम्, उपदेशे इति पदस्य अन्वयः केन पदेन सह, अपि च तयोः कः सम्बन्धः? अस्तु अनिमा भगिनी किञ्चित् साहाय्यं करोतु अत्र. अस्य सूत्रार्थः कः, अनुवृत्तिसहितसूत्रस्य सूत्रे पदानां सम्बन्धः कः इति वदतु. आर्धधातुके उपदेशे इति भवति. सूत्रार्थः कः? सूत्रार्थः अतः अङ्गस्य लोपः भवति अलोन्त्यस्य इत्यनेन अन्तिम अक्षरम् अस्ति किल अकारं, तस्य लोपः भवति इति. निमित्तम् आर्धधातुकप्रत्ययः भवेत्. तत्र उपदेशे किम् अस्ति इति न जानामि भगिनि. इत्युक्ते अत्र अत्र अत्र पश्यतु, उपदेशे इत्यस्य का विभक्तिः? सप्तमी. सप्तमी. तर्हि अत्र अतः इति तु षष्ट्यन्तम् अस्ति, अङ्गस्य इति षष्ट्यन्तं, लोपः प्रथमान्तम्, उपदेशे इति सप्तम्यन्तम्, आर्धधातुके इति सप्तम्यन्तं, केन सह सम्बन्धः भवितुमर्हति? आर्धधातुके इत्यनेन सह एव. आर्धधातुक उपदेशावस्थायाम् इत्यर्थः. आर्धधातुके तस्य अर्थः कः इति चेत्, यदा तत्र प्रत्ययः विधीयते, आर्धधातुकप्रत्ययः यदा विधीयते तदानीं प्रत्ययः औपदेशिक अवस्थायाम् अस्ति खलु. इदानीं तत्र कः कत इति धातुतः तत्र निच् प्रत्ययः विधीयते, कतयोगः निच्. यदा निच् प्रत्ययः विद्यते तदानीं निच् प्रत्ययः औपदेशिक अवस्थायाम् अस्ति खलु. तादृश अवस्थायाम् अङ्गस्य अन्ते ह्रस्व आकारः अस्ति चेत् लोपः भवति, परन्तु उपदेश अवस्थायाम् इदानीं कत् इति धातुः अस्ति इति चिन्तयतु. कत् इति धातुः अस्ति, इदानीं निच् प्रत्ययः विधीयते इति चिन्तयतु, केवलम् अस्माकं चिन्तनार्थं. वस्तुतः धातुः तु कत, परन्तु यदि धातुः कत् इति अस्ति, इदानीं निच् प्रत्ययः विधीयते, इदानीम् औपदेशिक अवस्थायां कत् धातुः अदन्तः नास्ति खलु. इदानीम् अग्रे प्रक्रियायां कथञ्चित् थकारस्य लोपः भवति इति चिन्तयतु. तदानीं कयोगः इ इति अस्ति, इदानीं प्रक्रियायाम् अग्रे गत्वा अदन्तं जातम्, तादृश अवस्थायाम् अतोलोपः इत्यस्य कार्यं न भवति, यतोहि यदा प्रत्ययः विधीयते तदानीम् अदन्तम् अस्ति चेत् अस्य कार्यं भवति, नो चेत् न. अवगतं वा? पूर्वं कुत्रापि दृष्टं क्विप् प्रत्ययस्य कुत्रापि दृष्टं किल भगिनि एतादृशं? न जाने, न जाने कुत्र दृष्टम्, अस्मिन् करपत्रे तु न दृष्टम्. आं भगिनि, इदानीम् अवगतम्. इति कृत्वा तत्र अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इत्यनेन, उपदेशे इत्युक्ते औपदेशिकधातुः इति अर्थः नास्ति, अत्र आर्धधातुकप्रत्ययः यदा विधीयते तस्मिन् औपदेशिक अवस्थायाम् अङ्गम् अदन्तमस्ति चेत् अङ्गस्य अन्तिम अकारस्य लोपः भवति इति सूत्रार्थः. यद्यपि प्रत्ययस्य विशेषणम् अस्ति, तदापि अर्थ संयोजनं भवति धातोः एव तस्य निमित्तस्य यथा धातोः अदन्तमङ्कम् इति भवेत् यथा उपदेशावस्थायाम् अस्ति इति धातुः उपदेशावस्थायाम् अदन्तम् अस्ति इति फलितार्थः इति फलितार्थः यदा प्रत्ययस्य औपदेशिकावस्था इति वयं वदामः चेत् इत्युक्ते इण्डैरेक्ट्लि वि सेङ्ग् धातु शुड् बि औपदेशिकावस्थायाम् अदन्तम् इस् द इण्टेन्शन् तदेव अस्माकम् अन्तिमफलं परन्तु अत्र धातुः इति पदं नास्ति सूत्रे अतः औपदेशिकधातुः इति वक्तुं न शक्यते खलु अपि च इत्युक्ते पश्यतु पश्यतु यद्भवती उक्तवती अत्र समीचीना वार्ता इत्युक्ते भवती किम् उक्तवती प्रत्यय आर्धधातुकस्य उपदेशे इत्यनेन धातुः उपदेशिकावस्थायां भवेत् इति भवती उक्तवती फलितार्थः इति उक्तवती वस्तुतः तथा नास्ति फलितार्थः अपि नास्ति कस्मिंश्चित् सन्दर्भे तादृशं भवितुम् अर्हति यथा कथायोगः निचिति सन्दर्भे निश्चिति प्रत्ययः यदा विधीयते औपदेशिकावस्थायां तदानीं धातुः अपि औपदेशिकावस्थायाम् अस्ति इति कृत्वा अकारस्य लोपः भवति इति तु तत्र तु अस्ति तथा परन्तु इदानीं पश्यतु चिकीर्ष इति धातुः अस्ति सनन्तधातुः चिकीर्षयोगः तप्रत्ययः चिकीर्ष इति औपदेशिकधातुः नास्ति इदानीं चिकीर्षः योगः तप्रत्ययः यदा विधीयते तदानीं चिकीर्ष इत्यत्र षकार उत्तरवर्ति अकारस्य लोपः भवति यतोहि प्रत्ययस्य अर्धधातुकप्रत्ययस्य औपदेशिक अवस्थायां चिकीर्ष इति अदन्तमस्ति परन्तु चिकीर्ष इति औपदेशिकधातुः नास्ति अतः यथा भवती उक्तवती औपदेशे इत्यनेन धातोः एव इङ्गितम् इति नास्ति अवगतं वा अतः अत्र उपदेशः इत्युक्ते प्रत्ययः एव औपदेशिकं सम्यक् उमा भगिनी अवगतं खलु सम्यक् अतः प्रत्ययः औपदेशिककाले भवेत् न तु धातुः अस्तु तर्हि इदानीं भवती एव किञ्चित् पठतु अग्रे णिच् प्रत्ययः आर्धधातुकः अस्ति अतः धातुः अदन्तः चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति यथा कथ प्लस् णिच् कथ गृह प्लस् णिच् गृह इदानीं कथ इति धातुः अस्ति गृह इति धातुः अस्ति अस्यां दशायां कथ धातोः उपधायाम् अत ह्रस्वकारः इत्यस्य वृद्धिः अपि च गृहधातोः उपधायां लघु इकः गुणः अत उपधायाः उपधायाम् अतः वृद्धिः निति निति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः निति पुगन्तलघुपदस्य पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे आभ्यां सूत्राभ्यां कार्यम् अभविष्यत् परन्तु धातुः अदन्तः चेत् इमे सूत्रे प्रबाध्य अन्यत् सूत्रं कार्यं करोति कथ इति धातुः अस्ति निच् प्रत्यये परे तस्य लोप अदन्तस्य लोपः भवति अतः कथ इति एव अवशिष्यते इदानीम् उपधायाम् अकारान्तम् अकारः अस्ति तस्य वृद्धिः भवति अत उपधायाः इति सूत्रेण काथ इति भवति यतः अङ्गस्य उपधायाः अतः वृत्ति ङति प्रत्यये परे णिच् तु णित् प्रत्यये अस्ति अतः गृहधातोः विषये ग्रह प्लस् णिच् इति भवति अतो लोपः भवति गृह इति अकारस्य लोपः भवति तत्तु लघु उपधा अस्ति तस्य अतः पुगन्तलघुपदस्य च इति सूत्रेण तस्य गुणः भवति गर्ह इति भवति अग्रे इति भवति स्म इति भवति स्म इति भवति स्म परन्तु अत्र तथा न भवति वस्तुतः काति इति न भवति गर्हि इति न भवति किमर्थं न भवति इति चेत् अत्र अतोपदायाः पुगन्तलघुपदस्य च इति सूत्रद्वयमपि बाधितं भवति कथं बाधितं भवति इति तदर्थम् अत्र सूत्रमस्ति वंशी भगिनी पठतु एतत् सर्वं पठितं वा इदानीं कथ इति धातुः अस्ति गृह इति धातुः अस्तु अजः परस्मिन् पूर्वविधौ परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये अजः स्थाने यः आदेशः सः अजादेशः यस्य स्थाने आदेशः विधीयते सः स्थानी अजादेशः स्थानिवद् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवद् भवति पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते परस्मन् परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषसमासः तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रं स्थानिवदादेशो नविधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ अस्तु भगिनी अहं तत्र उदाहरणं स्वीकृत्य सूत्रार्थं वक्तुम् इच्छामि वदामि वा अस्तु अस्तु तत्र प्रथमम् उदाहरणं पश्यामः तस्मात् अनन्तरं सूत्रं विवरणं सम्यक् भवति इति मम चिन्तनमस्ति तत्र उदाहरणे कथायोगः निच् तत्र अकारः अन्ते अस्ति अतो लोपः इत्यनेन कथ योगः निच् भवति अतुपधायाः इत्यनेन तत्र कथ इत्यस्मिन् ककारस्य वृद्धिः भवति स्म परन्तु तत् न भवति यतोहि तत् अचः परस्मिन् पूर्वविधौ इति सूत्रेण कथ धातोः अन्त्यः लोपः अन्त्यः लोपः न भवति अपि च अत् इव दृश्यते तत्र अतुपधायाः इत्यनेन यत् उपधायाः दीर्घं भवति दीर्घः भवति तत् न भवति यतोहि तत्र अस्य सूत्रस्य प्रवृत्तिः भवति तेन कारणेन तत्र लोपः न दृश्यते अतः अतुपधायाः इति सूत्रेण कथा दृश्यते इति कारणतः उपधायाम् अधुना तकारः वर्तते अतः वृद्धिः न भवति अतः तत्र कथा एव भवति परन्तु तत्र लोपः न भवति अधुना तत्र सूत्रार्थः पश्यामः सम्यक् भवति इति चिन्त्य अस्तु परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये तत्र परनिमित्तिकम् इत्युक्ते तत्र निच् इति परनिमित्तिकम् अस्ति परनिमित्तिकं कारणेन तत्र अजादेशः यच् यत् परनिमित्तिकः परनिमित्तिकः कः निच् प्रत्ययः अस्ति तत्र निच् प्रत्ययः परनिमित्तिकः निच् प्रत्ययः अस्ति न न न प्रत्ययः परनिमित्तिकः नास्ति तेन कारणेन तत्र अजादेशः भवति न भगिनि तत्र लोपः ओ न न अतो लोपः इत्यनेन किं न अत्र वाक्यं किम् अस्ति परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये सत्यम् इदानीं तत् प्रतिपादयतु ओ क्षम्यतां तत्र परनिमित्तिकः अजादेशः अस्तु तत्र लोपादेशः एव न अजादेशः तु लोपादेशः अस्ति यत्र लोपः भवति थकारः एकनिमिषः भवति अजादेशः स्थानिवद् भवति इति तु अवगतम् अजादेशः तत्र तु लोपादेशः अस्ति तत्र अतो लोपः इत्यनेन यत् लोपः भवति तत् अजादेश अचः स्थाने यः आदेशः भवति सः अजादेशः स्थानिवद् भवति परन्तु परनिमित्तिकः तु निच् प्रत्ययः नास्ति वा तत्र परनिमित्तिकः कः परनिमित्तिकः इत्यस्य तत्र समस्तपदस्य विग्रहवाक्यं किम् परः निमित् परनिमित्तिकं यस्य सः तत्र तु बहुव्रीहिसमासः अस्ति न तत्र परनिमित्तिकं यस्य सः भवति वा तत्र किं भवति भगिनि तत्र न परनिमित्तिकं यस्य सः इति तद् एकमेव पदम् उक्तवती खलु कथं बहुव्रीहिः भवति समासे पदद्वयं भवेत् परनिमित्तिकं यस्य सः इत्यनेन कथं समासः परनिमित्तिकः समासः इति समीचीनम् परन्तु सम्यक्तया विग्रहवाक्यं वदतु ओ अस्तु अहं चिन्तित बहुभिः नास्ति इति अस्तु बहुव्रीहिः नास्ति इति कृत्वा बहुव्रीहिसमासस्य विषये उक्तवती वा न न बहुव्रीहिः अस्ति इति मम चिन्तनम् आसीत् अतः एव यदा भवती उक्तवती बहुव्रीहिः नास्ति इति अहं चिन्तितवती किमर्थं बहुव्रीहिः नास्ति इति चिन्तनं मया बहुव्रीहिः नास्ति इति न उक्तवती मया उक्तवती परनिमित्तं यस्य सः इति उक्तवती तर्हि तद् विग्रहवाक्यं समीचीनं नास्ति सम्यक्तया तत्र निमित्तिकः इत्यत्र विग्रहवाक्यं किम् परं निमित्तं यस्य सः इति वा हा तावदेव परं निमित्तं यस्य सः सम्यक् तत्र अकः इति अनन्तरं योजितः किं भगिनि आमाम् अकः इति कथं योजितम् इति अनन्तरं पश्यामः परन्तु परनिमित्तिकः इति तत्र परं निमित्तं यस्य सः तत्र कप्रत्ययः अस्ति अन्ते बहुव्रीहिसमासे कप्रत्ययः भवति खलु पुरः कप् इत्यनेन कप् प्रत्ययः भवति तत्र बहुव्रीहिसमासेषु यदा पुल्लिङ्गे अस्ति तदानीं नित्यरूपेण भवति इत्युक्ते किं तत्र न विकल्पेन भवति अत्र कप्रत्ययः अतः परनिमित्तः अजादेशः इत्यपि वक्तुं शक्यते अथवा परनिमित्तकः इत्यपि वक्तुं शक्यते तर्हि परनिमित्तिकः यस्य सः भवति तत्र न चेत् परं निमित्तं यस्य सः परनिमित्तिकः अस्तु तर्हि परनिमित्तिकः अस्य विशेषणम् ओ तत्र अकारस्य विशेषणमस्ति कथा इत्यस्मिन् यत् अन्ते अकारः उदाहरणं त्यजतु इदानीम् अत्र किम् अस्ति तद् तत् स्वीकृत्य वदतु परनिमित्तिकः अजातिकानि भवति इत्यत्र परनिमित्तिकः बहुव्रीहिसमासः अवगतम् अस्तु स्थानिवत् भवति परनिमित्तिकश्चित् अचः इत्यस्य विशेषणमस्ति अचः अजादेशः अजादेशः परनिमित्तिकः सत्यः कः परनिमित्तिकः अजादेशः अचादेशः यत् अस्ति तत् परनिमित्तिकः अस्ति इत्युक्ते अचः स्थाने यः आदेशः भवति सः आदेशः परनिमित्तिकः भवति इत्युक्ते तस्य निमित्तं परं भवेत् भवती किमुक्तवती निच् प्रत्यये परे भवति चेत् अजादेशः स्थानिवद् भवति इति भिन्नरीत्या उक्तवती परन्तु अत्र सूत्रे कथा न उक्तं सूत्रे कथा भगिनि क्षम्यतां विनयमहोदयस्य एकवारं म्यूट् कर्तुं शक्यते वा तत्र प्रतिध्वनिः आगच्छति ओ प्रतिध्वनिः वा अस्तु अस्तु किञ्चित् अधुना स्पष्टं इदानीं इत्युक्ते भवती किम् उक्तवती प्रत्यये परे अकारलोपादेशः स्थानिवद् भवति इति उक्तवती तत् समीचीनमस्ति परन्तु सूत्रे तथा न उक्तं भवत्या अवगमने तथा भवती स्थापितवती तत् समीचीनमस्ति परन्तु सूत्रार्थः यदा वयं वदामः सूत्रार्थं तदानीम् अत्र तथा नास्ति अत्र परस्मिन् इत्यत्र यद्यपि सप्तमी अत्र वस्तुतः सतिसप्तमी इति वदन्ति अथवा निमित्तसप्तमी इति वदन्ति परन्तु व्याख्याकारः तत्र कथं वदति इति चेत् परस्मिन् इत्यत्र परनिमित्तिकः अजादेशः इति तत्र सतिसप्तमीरूपेण वदन्ति परनिमित्तिके अजादेशे सति पूर्वविधौ कर्तव्ये स्थानिवद् भवति इति सतिसप्तमीरूपेण वदन्ति अतः परनिमित्तिकः अजादेशः इत्युक्ते अजादेशः इत्युक्ते सामान्य अजादेशः नास्ति, तादृश अजादेशः निमित्तं परं वर्तते, तादृश अजादेशः अस्ति चेत् तदानीं सः अजादेशः स्थानिवद् भवति। कदा भवति इति चेत् कस्य कृते स्थानिवद् भवति, सर्वदा भवति वा इति चेत् न, यदा पूर्व यत्र अचादेशः अस्ति तस्मात् दैशिकरूपेण पूर्वविधिः यदा अस्ति तदानीं स्थानिवद् भवति पूर्वविधि कर्तव्ये, पूर्वविधौ कर्तव्ये इति पूर्वविधेः करणे, पूर्वविधिकरणे इत्युक्ते अत्र उदाहरणे, अत्र उदाहरणे इतोपि स्पष्टतया वक्तव्यम् अत्र अस्तु। इदानीं भगिनी धन्यवादः, इदानीम् अरुणा भगिनी वदतु अत्र अतः परस्मिन् पूर्वविधौ इत्यस्य प्रतिपादनं कथं करणीयम् अत्र कथयोगः निश्चिति प्रसङ्गे। आं भगिनि, अतः परस्मिन् पूर्वविधसूत्रं कथायोगः निच् अस्ति, कथा इति अदन्त अङ्गमस्ति, अत उपादायः इति सूत्रेण अकारलोपः भवति, परन्तु निच् परे सामान्य निच् कार्यं न अन्यसूत्रम् आगच्छति अस्य स्परस्पुरविधौ इत्यनेन अजादेशः आगतः, तदेव स्थानिवत् भवति इति चेत् तत् गुणाः प्रत्ययगुणाः एव अत्रापि अस्ति, अतः अन्यसूत्रम् अकारलोप न दृश्यते। प्रथमं अकारलोपः भवति, कथयति अजादेशः कः अत्र, अजादेशः कः अजादेशः इति केन सूत्रेण अजादेशः जायते, अकारलोपः अजादेशः अतो उपादायः इत्यनेन अजादेशः, अजादेशः जातः सः, तर्हि कट इत्यत्र तकार उत्तरवर्ति अकारः अजादेशः अस्ति, अजादेशः सः अजादेशः परनिमित्तिकः अस्ति वा, परनिमित्तिकः अस्ति भगिनि, किमर्थम् अजादेशः परनिमित्तिकः, अत्र अस्तु तत्र किञ्चित् विनय महोदय वदतु किमवगतम्। प्रश्नमुदयति मम प्रश्नस्य उत्तरम् एव वदतु उत्तरम् अत्र अजादेशः, भगिनी उक्तवती अजादेशः अत उपादायाः इति सूत्रेण यः लोपः जातः सः एव अजादेशः, अजादेशः परनिमित्तिकः अस्ति वा कथम्, अजादेशः परनिमित्तकम् अस्ति यथा परनिमित्तकम् आदेश भवति परन्तु परनिमित्तकम् आदेश तु स्थानिवत् भवति, न तत् सर्वम् परनिमित्तिकः इति उक्तं, कथम् अजादेशः परनिमित्तिकः, कथं वदामः अजादेशः परनिमित्तिकः इत्युक्ते अतः परस्मिन् पूर्वविधौ तदा एव कार्यं करोति यदा अजादेशः परनिमित्तिकः भवति। अत्र अस्माकम् उदाहरणे कथयोगः णिच् इत्यत्र अतो लोपः इत्यनेन अकारस्य लोपः जातः सः एव अच्वर्णस्य स्थाने जायमानः आदेशः अजादेशः जातः, तादृश अजादेशः परनिमित्तिकः अस्ति वा, अजादेशः परनिमित्तकम् अस्ति, अजादेश स्थाने आदेशः तु भवति, लोप आदेशः अस्ति, परनिमित्तकं यथा भगिनी उक्तवती परनिमित्तकं शब्द अर्थ केवलं परस्मिन् परसप्तमी आधारेण नास्ति, परनिमित्तकम् अस्ति, परनिमित्तक आदेश अस्ति, परनिमित्तकं परनिमित्त सर्वं मास्तु, सर्वं मास्तु, मम प्रश्नस्य उत्तरं परनिमित्तिकः अजादेशः अस्ति चेत् कथम् अस्ति इति प्रतिपादयतु, कथं परनिमित्तिकः अजादेशः कथं परनिमित्तिकः? आर्धदातुकप्रत्यये परे किल निश्चित्य आर्धदातुकप्रत्यये निश्चित्य अत्र आर्धदातुकप्रत्यये अस्ति आर्धदातु समीचीनं. तर्हि अतोलोपः इति सूत्रेण यः अच्वर्णस्य स्थाने लोपः भवति अतोलोपः इत्यनेन कत इत्यत्र ह्रस्व अकारस्य लोपः भवति तत् कदा भवति इति चेत् इच् प्रत्यये परे एव भवति खलु अर्धधातुकप्रत्यये परे एव भवति अजादेशः अत्र अतोलोपः इत्यनेन ह्रस्व अकारस्य लोपः कदा भवति अर्धधातुकप्रत्यये परे अतः अत्र ह्रस्व अकारस्य लोपः लोपादेशः परनिमित्तिकः अस्ति यतोहि परं निमित्तं वर्तते चेदेव अजादेशः भवति इति कृत्वा अत्र कत इत्यत्र अकारस्य लोपः यः लोपः जातः सः लोपादेशः परनिमित्तिकः अस्ति यतोहि परं निमित्तं वर्तते इति कृत्वा अकारस्य लोपः जातः तर्हि एकं निमित्तं पूरितम् अचः परस्मिन् पूर्वविधौ इत्यत्र एकं निमित्तं पूरितम् अचः अजादेशः परनिमित्तिकः इति पूरितं खलु एकं निमित्तं पूरितम् इदानीं पूर्वविधौ कर्तव्ये इति द्वितीयम् अस्ति अकारस्य लोपः जातः परनिमित्तं वर्तते इति कृत्वा इदानीं पूर्वविधिः कर्तव्ये इत्युक्ते पूर्वविधिः इत्युक्ते कस्मात् पूर्वम् इति प्रश्नः भवति इदानीं कत इत्यत्र अकारस्य लोपः तदेव अस्माकं स्थानी अस्ति स्थानी अजादेश एव स्थानी अस्ति तस्मात् पूर्वं तस्मात् दैशिकरीत्या पूर्वम् इत्युक्ते कत इत्यत्र अकारात् पूर्वं सकारस्य स्थाने वा भवतु ककार उत्तरवर्ति अकारस्य स्थाने वा भवतु ककारस्य स्थाने वा भवतु यत्र कुत्रापि किमपि कार्यं भवितुम् अर्हति चेत् तदेव पूर्वविधिः अत्र कत् योगः हिच् इति प्रसङ्गे सकार उत्तरवर्ति अकारः एव स्थानि तस्मात् पूर्वविधिः कुत्र इति चेत् अत्र अत उपदायाः इति सूत्रस्य प्रसक्तिः अस्ति कत् इत्यत्र ककार उत्तरवर्ति अकारः इत्यत्र दीर्घत्वं भवितुमर्हति तदेव पूर्वविधिः अत उपदायाः इत्यनेन यत् कार्यं भवितुमर्हति तदेव पूर्वविधिः किमर्थं पूर्वविधिः इति चेत् तत्र अतो लोपः इत्यनेन यः लोपः जातः सः एव स्थानी स्थानिनः पूर्वं दैशिकरीत्या पूर्वम् अस्ति अतोपदायाः इत्यस्य कार्यम् अतः अजः परस्मिन् पूर्वविधौ इत्यस्य सर्वाणि निमित्तानि पूरितानि प्रथमतया अजादेशः परनिमित्तिकः भवेत् तत्र अतोलोपः इत्यनेन अकारलोपः यः जातः सः आर्धधातुकप्रत्यये परे एव जातः इति कृत्वा अजादेशः परनिमित्तिकः परं निमित्तं वर्तते निच् प्रत्ययः अनन्तरं पूर्वविधिः अस्ति अत उपदायाः अजादेशात् पूर्वम् अत उपदायाः इत्यस्य कार्यं भवितुम् अर्हति पूर्वविधिः अस्ति पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद् भवति तर्हि इदानीं लोपादेशः स्थानिवद् भवति इत्युक्ते पुनः अस्ति इव भाति तर्हि कत इति दृश्यते पूर्वविधि विधिसूत्रं किम् अत उपदायाः इति सूत्रस्य दृष्ट्या इदानीमपि कत इति दृश्यते यतोहि लोपादेशः स्थानिवद् भवति यथा पूर्वम् आसीत् तथैव भवति एज़् इफ् द लोपा हेज़् नाट् हेपेण्ड् अतः कतयोगः निच् इति एव पश्यति अतोपदायाः इति सूत्रम् इति कृत्वा तत्र वृद्धिकार्यं न जायते तर्हि कत् योगः निच् कति इति एव लभ्यते न तु काति इति काति तु न लभ्यते जानीमः यथा अत्र व्यवस्था पठस्थाने नास्ति अतः कथस्थाने अस्ति कथस्थाने केवल साधारण साधारणतया न वक्तुं शक्नुमः त्रयः विधि भवन्ति. प्रथमतो कथ अस्ति, तर्हि अतो लोपाधारेण कथ अथ हलन्त् अस्ति. परन्तु कथ हलन्त् नास्ति, केवलं पूर्वविधिः अस्ति. पूर्वविधिः अर्थात् उत अत् उपधाया आधारेण अस्ति. परन्तु पूर्वति अत् उपधाया आधारेण यदि अस्ति, परन्तु पूर्वविधि आधारेण कथ हलन्त् न दृश्यते. यदि कथ हलन्त् दृश्यते तर्हि उपधाकः, तर्हि उपधाकः, तर्हि अत्र त्रिविधि. परन्तु शब्द परिनिमित्तक शब्द अर्थवान् अस्ति. यदि परनिमित्तम् एकविषयः, परन्तु परिनिमित्तक शब्द अस्ति, तत्रापि विधिः अस्ति. तर्हि त्रिविधि भवन्ति अत्र, यदि अहं सम्यक् वदामि. परन्तु अहम् अग्रे अहं चिन्तयामि अपि. समीचीनम्. अत उपधायः एव पूर्वविधिः. पूर्वविधेः कृते तानिवत् भवति इति कृत्वा पूर्वविधिः न भवति. इत्युक्ते सर्वदा अचः परस्मिन् पूर्वविधौ इत्यनेन कस्यचित् सूत्रस्य बाधा भवति, कस्यचित् सूत्रस्य कार्यं न भवति. अत्र स्थानिवद्भावेन कार्यं भवति इति न, अत्र स्थानिवद्भावेन कार्यं निषिध्यते. अतः परस्मिन् पूर्वविधौ इति सूत्रेण कार्यं सिध्यति इति नास्ति, कार्यस्य निषेधः एव भवति सर्वदा. स्थानिवद्भावेन कार्यस्य निषेधः. अस्मात् सूत्रात् पूर्वसूत्रमस्ति स्थानिवत् आदेशो अनल् विधौ इति. तेन सूत्रेण तु स्थानिवद्भावेन कार्यं सिध्यति, इत्युक्ते कार्यस्य विधानं, कार्यस्य विधानं क्रियते, निषेधः नास्ति. स्थानिवद्भावेन कस्यचित् सूत्रस्य प्रवृत्तिः भवति. परन्तु अचः परस्मिन् पूर्वविधौ इत्यत्र तु स्थानिवद्भावेन कस्यचित् सूत्रस्य निवृत्तिः एव भवति, निषेधः भवति. सूत्र दट् वास् सपोस् टु अप्लै विल् नाट् अप्लै इति अस्ति. तर्हि अत्र सूत्रार्थः कः इति पुनः अग्रिमसप्ताहे पुनः एकवारं पश्यामः. भवन्तः सर्वे कृपया पुनः एकवारं पठन्तु, सम्यक्तया अवगच्छन्तु सूत्रार्थः कः इति. वंशभगिनी अवगतवती वा? आं भगिनि, तत्र मम परणनिश्चिकः इत्यस्य एव क्लेशः आसीत्, तत् समीचीनम्. तत्र एव विशेषतया मम मनसि तु निश्चिति परनिमित्तिकम् अस्ति, तेन कारणेन भवति इति स्थापितम् इति तथा मा स्थापयतु. आं सत्यं सत्यम्, अधुना तु अवगतं, धन्यवादः. तत्र पूर्वविधि इति किमर्थम् उक्तं भगिनि? पूर्वविधि इति तत्र अथ उपधायाः अनन्तरमेव आगच्छति सूत्रम्. अथ उपधायः इति सूत्रमेव पूर्वविधिः इत्युक्ते किमर्थं पूर्वविधिः इति उक्तम्? किं वक्तव्यं पूर्वविधिः इत्यस्य स्थाने किं वक्तुमिच्छति? अजादेशः तु अचः परस्मिन् इति सूत्रेण न जातम्. अजादेशः तु एकेन सूत्रेण जातं. स्टेप् वन् अस्ति अतोलोपः. अतोलोपः एव अजादेशः. इदानीं तत्र यदा अजादेशः जातः, इदानीं तत्र वयं किं पश्यामः इति चेत् अतोपदायः इत्यस्य कार्यं भवति इति अस्माभिः चिन्त्यते. अतोपदायः इत्यस्य कार्यं भवति इति चिन्त्यते. तदानीं न स्टाप्, अत्र अचः परस्मिन् पूर्वविधौ इति एकं सूत्रमस्ति. अनेन सूत्रेण अत्र किम् उच्यते इति चेत् अजादेशः स्थानिवत् भवति. पूर्वविधिः इत्युक्ते किम् इति चेत् अजादेशात् पूर्वं, दैशिकरीत्या पूर्वं यत्र विधिः भवितुम् अर्हति, अजादेशात् पूर्वं यः विधिः भवितुम् अर्हति दैशिकरीत्या, तदर्थमेव मया उक्तं कत इत्यत्र अकारः स्थानि, तस्मात् पूर्वं, तस्मात् पूर्वम् इत्युक्ते ककारस्य स्थाने भवितुमर्हति, ककार उत्तरवर्ति अकारस्य स्थाने भवितुमर्हति, ककारस्य स्थाने भवितुमर्हति, यत्र कुत्रापि विधिः भवितुमर्हति. अस्माकम् उदाहरणे तु अत्र सकार उत्तरवर्ति अकारस्य स्थाने अतोपदायाः इत्यनेन वृद्धिः भवितुम् अर्हति. तदानीम् अत्र अचः परस्मिन् पूर्वविधौ इति किं वदति इति चेत् न न अत्र न भवितुम् अर्हति यतोहि अजादेशः स्थानिवद् भवति इति अस्ति. अवगतं? धन्यवादः. समीचीनम्. तर्हि अत्र स्थगनं कुर्मः. पुनः भवन्तः सर्वे अचः परस्मिन् पूर्वविधौ इति सूत्रं पठन्तु. अग्रे एकः प्रश्नः. अग्रे आम् चुरादिगणे त्रिनवतिः धातवः. त्रिनवतिः किमर्थं भगिनि? त्रि धातुत्रयमेव इति. त्रिनवतिः त्रिनवतिः इत्युक्ते तत्र दातुपाठे त्रिनवति तत्र बहवः दातवः त्रि 93 खलु 93 दातवः सन्ति वा? न चुरादिगणे कथागृहगण एव मोर् देन् त्रि अस्ति. अन्तवर्णं वयं पश्यामः, अन्त्यवर्णं पश्यामः चेत् अदन्तम् इति वयं स्थापयामः, अकारान्तं स्थापयामः चेत् कति दातवः सन्ति, कति दातवः इति लिखितम्. मया कौण्ट् करणीयम् अत्र कति दातवः इति. ओके, त्रिनवतिः इवन् 93 93 इति उक्तं, तत्र कौण्ट् करणीयं. तत्र अष्टादेव डाट् काम् मध्ये तत्र कौण्टिङ्ग् न आयाति पूर्वं, बिफोर् इट् वास् देर्, इदानीं तु न दृश्यते. अस्तु, इति तत्र बहवः दातवः सन्ति वस्तुतः. अस्तु, तर्हि अत्र स्थगनं कुर्मः वा? आं भगिनि. अस्तु, तर्हि धन्यवादः. धन्यवादः. शुभरात्रिः.